ऋषिभिर्बहुधा गीतम् छन्दोभिर्विविधैः पृथक् ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च इन्द्रियाणि दशैकम् च पञ्चाचेन्द्रियगोचरः इच्छा द्वेषम् सुखम् दुःखम् सङ्घातश्चेतना धृतिः एतत्क्षेत्रम् समासेन सविकारमुदाहृतम्